नमस्ते, मम नाम विवेक शर्मा। सूत्रोच्चारण के लिए लघु सिद्धांत कौमुदी से अथ प्राग दिव्यतीयः तद्यतः तस्य विकारः वार्तिक है अश्मनो विकारे टीलोपो वक्तव्यः। सूत्र है अव्यवे च प्राण्योषधि वृक्षेभ्यः मयड्वैतयोर भाषायाम अभक्ष्याच्छादनयोः नित्यं वृद्ध शरादिभ्यः गोश्च पुरीशे गोपयो गोपयसोर यत इति प्राग दिव्यतीयः तद्दितः अथ ठगधिकारः प्राग वहतेष ठक तेन दिव्यति खनति जयति जितम् संस्कृतम् तरति चरति संसृष्टे उञ्छति रक्षति शब्द दर्दुरं करोति धर्मं चरति वार्तिक है अधर्माच्चेति वक्तव्यम्। फिर सूत्र है शिल्पम् प्रहरणम् शीलम् निकटे वसति इति ठगधिकारः अथ यदधिकारः प्राग घी ताद्यत् तद्वेति रथ योग प्रासंगम् धुरो यड् यड्ढकौ न भकुर्छुराम् नौ वयो धर्म विश्व मूल सीता तुलाभ्यस्तार्य तुल्य प्राप्य वध्यानाम्य सम समित सम्मितेषु तत्र साधु सभाया यह इति यतोवधि अथ क्षयतोरधिकारः प्राकृताच्छ उगवादिभ्यो यत् वार्तिक है नाभि नभं च। फिर सूत्र है तस्मै हितम् शरीरावयवाद यत् आत्मन विश्वजन भोगोत्तर पदात् खः आत्मा ध्वानौ खे इति यतो पूर्णोऽवधिः अथ ठञधिकारः प्राग्वतिष्ठञ तेन क्रीतं तस्येश्वरः अनुशतिकादीनां च पंक्ति विंशति त्रिंशत् चत्वारिंशत् पंचाशत् षष्टि सप्तत्यशीति नवति शतम् तदर्हति दण्डादिभ्यो यत् तेन निर्वृत्तम् इति ठयोधिकारः अथ त्वत्तलधिकारः तेन तुल्यं क्रिया चेद्वतिः तत्र तस्येव तस्य भावस्त्वतलौ आचत्वात् पृथ्व्यादिभ्य इमनिज वा र ऋतो हलादिर्लघो टेह वार्तिक है पृथु मृदु भृश कृश दृढ़ परिव्रीढ़ानाम एव रत्वम्। सूत्र है वर्ण दृढ़ादिभ्य शें च गुण वचन ब्राह्मणादिभ्य कर्मणि च सख्युर्यह कपि ज्यात्योर्ढक पत्यंत पुरोहितादिभ्यो यक इति त्वतलधिकारः अथ भवनार्थकः धान्यानां भवने क्षेत्रे खञ् व्रीहिशाल्योर्ढक् हयङ्गवीना हयङ्गवीनं संज्ञायां तदस्य संजातं तारकादिभ्यः इतच् प्रमाणे द्वये सज् दधनै मात्रचः षत्तदेतेभ्यः परिमाणे वतुप् किमिदंभ्यां वो गः इदं किमोरीश् की संख्याया अव्यवेतयप् द्वित्रिभ्यां तयस्यायज्वा उभादु उभाद् उदात्तो नित्यं तस्य पूर्णे डट् नान्ताद् असङ्ख्यादेर्मट् तिविंशतिर्डिति षट् कति कतिपये चतुरां थुक् द्वेस्तीह त्रेः सम्प्रसारणं च श्रोत्रियच्छन्दोदिते पूर्वादीनिः सपूर्वाच्च इष्टादिभ्यश्च इति भवनार्थकः अथ मत्वर्थिया तदस्यास्त्यस्मिन्नीति मतुप् तसौ मत्वर्थे वार्तिके गुणवचनेभ्यो मतुपो लुगिष्टः सूत्रे प्राणिस्थादातो लजन्यतरस्यां लोमादि पामादि पिच्छादिभ्यः शनेलचः दन्त उन्नत उरच् केशाद्वन्यतरस्यां वार्तिका अन्येभ्योऽपि दृश्यते अर्णसो लोपश्च सूत्र है अत इनि ठनौ व्रीह्यादिभ्यश्च असमाया मेधा स्रजो विनिः वाचो ग्मिनिः अर्श आदिभ्योच्च आम शुभमोरियुस् इति मत्वर्थिया अत प्राग्देशीयः प्राग्देशो विभक्तिः किं सर्वनाम बहुभ्यो द्वयादिभ्यः पञ्चम्यास्तसिल् कूतिहो इदम इश अन पर्यभिभ्यां च सप्तम्यास्त्रल् इदमो हः किमोत् क्वाति इतराभ्योऽपि दृश्यन्ते सर्वैकान्ये किं यत्तदः काले दा सर्वस्य शून्यतरस्यां दि इद्मोर्हिल् एतेतौ रथो अनद्यतनेर्हिलन्यतरस्याम् एतदः प्रकारवचने थाल् इदमस्तमुः वार्तिके एतदोऽपि वाच्यः फिर सूत्र है किमश्च इति प्राग्दिशीयः अथ प्रागीवीयः अतिशायिने तमव इष्ठनौ तिङश्च तरप तमपौघः किमे तिङ् व्याघादां वद् रव्यप्रकर्षे द्विवचन विभज्योपपदे तरब इयसुनौ प्रशस्यस्य श्रः प्रकृत्यै काच ज्य च ज्यादाद इयसः बहुर्लोपो भू च बहो इष्ठस्य यिट् च विन् मतुर्लुक् ईषदस्माप्तौ कल्पदेश्यदेशीयरः विभाषा सुपो बहुच पुरस्तात्तु प्रागिवात कह अव्ये सर्वनाम नाम कच्च प्राक्ते है। वार्तिक है ओकार सकार भकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्च। सूत्र है अज्ञाते कुत्सिते कियतदोर निर्धारणे द्वयोर एकस्य डतरच्च वा बहूनां जाति परिप्रश्ने डतमच्च इति प्रागीवीयः अथ स्वार्थिकः इवे प्रतिकृतौ। वार्तिक है सर्व प्रातिपदिकेभ्यः स्वार्थे कन। इस सूत्र है तत् प्रकृत वचने मयट प्रज्ञादिभ्यश्च बहुवल्पार्थाच्छस्य कारकादन्यतरस्याम्। फिर वार्तिक है अद्यादिभ्यस्तसेरुपसंख्यानम्। फिर सूत्र है कृभ्वस्ते योगे संपद कृभ्वस्ति योगे संपद्य कर्तरी च्विहि अस्य च्वौ। फिर वार्तिक है अव्यस्य च्वावित्वं नेति वाच्यम्। सूत्र है विभाषा साति कार्ष्णेय सात पदाद्योः च्वौ च अव्यक्तानुकरणाद्वयज वरार्धाद अनीतौ डाच अव्यक्तानुकरणाद द्वयज वरार्धाद अनीतौ डाच। फिर वार्तिक है डाचि च द्वे बहुलम्। दूसरा वार्तिक है नित्यम अमरेडिते डाचीति वक्तव्यम् इति तद्धितः।